नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः इति पाठः, तत्र धातु आदेशः इति भागः वयं दृष्टवन्तः। अस्तेर्भुः इति परिचितसूत्रमेव, अनेन भविता इति भवति। तत्र अदादौ स्थितस्य अस् धातोः स्थाने भू इति आदेशः, सुवो वचि इत्यपि परिचितसूत्रं, वक्ता इति रूपं, भ्रुवः वचि आर्धधातुके, तत्रापि धातु आदेशः भवति। चक्षिङ् धातोः चक्षिङ्कः क्याङ् क्याङ् इति सूत्रं, ख्याता क्षाथा इति रूपद्वयं तत्र भवति। तत्रापि चक्षिङ्गः क्याय् आर्धधातुके, आर्धधातुकप्रत्यये परे चक्षिङ् धातोः क्याय् इति आदेशः भवति। अनन्तरम् अजेर् अजेर्व्य घञ् पोः इति सूत्रं, घञ् अपोः इति सूत्रम्। अत्र अजेर् धातोः वि इति अयम् आदेशः आर्धधातुकविषये, घञ् च अप् च वर्जयित्वा अघञ् अपोः इति, अतः अज् धातोः वेता इति रूपम्। एजन्ताः अस्ति चेत् तत्र आदेश उपदेशेष्यति इति सूत्रं, जै ध्याता इति भवति, ग्लै ग्लाता इति तादृशम्। अनन्तरं तत्र ब्रश्च इति धातुः, ब्रश्चोरोरुपदायः रम् अन्यतरस्याम् इति सूत्रम्। अत्र एव एक तत्र आगमः अपि भवति, अनन्तरम् आदेशः अपि, स्थाने इत्यपि अस्ति, आगमः इत्यपि अस्ति, एकस्मिन् सूत्रे उभे कार्ये इति दृष्टवन्तः। तत्र ब्रश्च धातोः रेपस्य उपधावर्णस्य स्थाने विकल्पेन रम् इति आगमः, अतः ब्रश्च योगः था ब्रश्चोरोरुपदायाः रम् अन्यतरस्याम् इत्यनेन रेपस्य उपधावर्णस्य च स्थाने तत्र अम् रम् आगमः, अतः रेपसकारयोः निवृत्तिः, भज् रेपः इति आगमः, भर्ज् योगः ता ब्रश्च ब्रश्च, अनेन तत्र ब्रष्ट अष्टुनाष्टुः ब्रष्टा इति एकं रूपं, भर्ष्टा इति द्वितीयरूपम् अन्यतरस्याम् इति कारणेन। मीनाति मिनोति दीङ् ल्यपि च, तद् दृष्टवन्तः वा इति स्मरामि न इति मन्ये, अहमपि तादृशमेव चिन्तयामि। अस्तु महोदय, भवान् पठति वा मीनाति मिनोति दीङ् ल्यपि च? मीनाति मिनोते दीङ्गान् ल्यपि च इति षष्ठाध्यायस्य प्रथमपादस्य पञ्चाशत्। महोदय पुनः मन्दं जातः, इदानीं सम्यक् अस्ति। मीनाति मिनोते, मीनाति मिनोति दीङ्गान् ल्यपि च इति सूत्रं षष्ठाध्यायस्य प्रथमपादस्य पञ्चाशत्तमं सूत्रमस्ति। मी इति तत्र तत्र आत्मं भवति, मी इत्यस्य मा इति भवति, प्रमाता इति ल्यपि अपि तत्र प्रमाता इति तत्र लपि परे अपि अपि च तत्र किमस्ति आत् अस्तु एज् निमित्ते, एज् निमित्ते सत्ये परे अस्तु अग्रे आयच्छति। मी इत्यस्य प्रमाता इति भवति, आत्मं भवति। मी इति इतोपि अपरः अस्व मिनोति इति तत्र स्वादिगणीयप्रायः, तत्र मा इति भवति माता इति, दीङ् इति अपि तस्य ता इति भवति, तर्हि उपदाता इति सूत्रमस्ति। मीनाति मिनोति दीङ्गान् लपि च, क्रयादौ मीन् हिंसायां, स्वादौ दुमीन् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनां अन्त्यस्य अलः स्थाने आकारादेशो भवति लपि विषये, अपि च एच् निमित्त षिद्भिन्नप्रत्ययस्य च विषये। नाम मी मी दि इत्येतेषां यदा गुणः वा वृद्धिः वा जायमानः, यस्मात् एकारः वा ऐकारः वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशः भवति इति। अलोन्तस्य इत्यस्य ऐत्यनेन अन्त्यस्य अलः स्थाने केषाञ्चित् मतेन अशीति इति अनुवृत्तिः न भवेत्, यतोहि कोऽपि षित् प्रत्यय नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने ये च आदेशः स्यात्। केषाञ्चित् मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्। मिनातिश्च मिनोतिश्च दीङ् च तेषाम् इतरेतरद्वन्द्वः मिनाति मिनोति दीङ्गः येषां दीङ्गामिति षष्ठ मिनाति मिनोति दीङ्गां षष्ट्यन्तं लपि सप्तन्तं च व्यपदं त्रिपदविदं सूत्रम् आदेश उपदेशि इत्यस्य सम्पूर्णतया अनुवृत्तिः अनुवृत्ति सूत्रमस्ति। मिनाति मिनोति दीङ्गाम् आत् लपि च येचः उपदेशे अशीति एज् निमित्ते प्रत्यये। तर्हि मि इति हिंसायां क्रियादिगणिता अस्ति मीनाति मिनोति इति स्वादिगणिता तु अस्ति तत्र प्रक्षेपणे अपि च दी इति क्षये इत्येतेषां तत्र लपिपरे आत्वं भवति अपि च एजन्तनिमित्त एज् निमित्त प्रत्ययस्य विषये अत्र चिद्भिन्न इति उक्तं षिद्भिन्न तत्र मिनाति मिनोति दीङ् इति तत् सर्व ते सर्वे तत्र षित् अत्र गुणस्य प्रसक्तिः एव न भवति किमर्थम् इत्युक्ते तत्र क्रयादिगणे अस्ति स्वादिगणे अस्ति अपि च तत्र दिवादिगणे अस्ति इत्येते यदि यदि सर्वदतुक भवति चेदपि तत्र गुणः प्रसक्तिः एव नास्ति खलु अतः ये ये चित् भिन्न इति आवश्यकता नास्ति इति वदति। अस्तु तर्हि तत्र एतेषाम् आत्वं भवति यत यत्र गुणस्य अथवा वृद्धेः प्राप्तिः अस्ति तत्पूर्वमेव आत्वं भवति। तर्हि तत्र मी प्रमाता मी इत्यस्य माता उपदाता इति रूपाणि भवन्ति। समीचीनम्। अस्य एव तत्र एच् भिन्न तदेव अस्माकं विषयः खलु एच् निमित्त षिद् भिन्न प्रत्ययस्य विषये तदेव अस्माकं विषयः तत्र अन्त्यस्य हलः स्थाने आकारादेशः भवति। तदेव वयं दृष्टवन्तः। धन्यवादः महोदय। अरुणा भगिनी लिङ् श्लेषणे द्विवादौ ली श्लेषणे क्रयादौ विभाषा लीयते इति सूत्रं षष्ठमध्याये प्रथमपादे एकपञ्चविंशतितमं सूत्रं विभाषा लीयते सूत्रं वदति लिङ् श्लेषणे द्विवादौ ली श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये। नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारौ वा ऐकारो वा जायमानः ततः पूर्वमेव तत् स्थाने आकारादेशो भवति ली ला भवति विलता आत्वाभावे विलेयता। ओके अत्र सूत्रमस्ति विभाषा लेयते तत् सूत्रं लिङ् श्लेषणे दिवादिगणे यदातु प्ली श्लेषणे क्रयादौ गण धातुः तत् कृते द्वयोः कृते विकल्पेन आत्वे आदेशो भवति एच् विषये। अत्र एचः इत्यनेन ली इत्यस्य यदा गुण वा वृद्धि वा जायमाना तदा एकारारु ऐकार आगतः तत्पूर्वमेव तत्स्थाने आकारादेशो भवति ली भवति ला विलाता उदाहरणम् आत्व अभावे विलेता इति रूपम्। समीचीनं समानमेव यदा मिनाति मिनोति परन्तु अत्र तु विभाषा अस्ति तावदेव विकल्पेन भवति इत्येव तत्रापि एच् तस्मात् पूर्वमेव तत्र आत्वं जातम् अत्रापि ऐकारः तस्मात् पूर्वमेव आत्वं खलु एचः विषये अत्रापि एच विलीनः इति तत्र तत् विलीनः इति तत्र प्रसिद्धः शब्दः अस्ति खलु विलीनः भवति विलीनः तत्र मी धातोः ली धातोः मी धातुः मीनाति तत्र मी धातोः द्विवादौ रूपं किं मीयते इति भवति मीयते मीयते द्विवादिभ्यः शन् शन् एव भवति कुत्र एच् भवति तत्र न अतः एव षित् भिन्न आवश्यकता नास्ति उक्तं तत्र शन् इति षित् अस्ति अतः षित् भिन्न आवश्यकता नास्ति अतः शप् भवति चेदेव भवति शप् तत्र नास्ति कोऽपि अन्ये शकारादिक षित् प्रत्ययः सर्वे अपितः षित् इति सार्वत्रिक तिंशित् सार्वत्रिकं कोऽपि नास्ति एक एव शप् एव अस्ति तत्र गुणस्य प्रसक्तिः अस्ति अन्यत्र न अतः षित् भिन्न इति आवश्यकता नास्ति इति अत्र दत्तं खलु तत्र सत्यं परन्तु एच् निमित्त षित् भिन्न अन्यप्रत्ययः खलु एच् निमिष अन्य तदेव कः प्रत्ययः इत्येव मम जिज्ञासा यत् तत्र कोऽपि यत् प्रत्ययः अस्ति ओ निजन्तकर्तरि पश्यामः माययसि तत्र भवति अचोनिति मयि मी योगः इ मयि इति भवति खलु तत्र एषः कार्यम् यत् तस्य कार्यम् इति खलु तत्र यत् कृतं कृदन्तेषु वा किं वदति एच् एच् निमित्त षित् भिन्नप्रत्ययः सो तत्र णिच् प्रत्ययः एच् निमित्त षित् भिन्नप्रत्ययः अन्यदपि भवति खलु तत्र तत्र नोबल् नमोल् नमोल् प्रत्ययः अस्ति नोबल् इति अस्ति इतोपि अन्यः अपि भवितुमर्हति खलु तत्र वृद्धिः भवति परन्तु तत्र एतत् सूत्रं तु कार्यं न करोति खलु कुत्र मयि योगः अयि इत्यत्र अस्तु लपि च समीचीनं तत्र न तत्र नमोल् नमोल् प्रत्ययः नायकः नमोल् इति वा नमोल् प्रत्ययः खलु नवल् प्रत्ययः अस्ति लुट् प्रत्ययः भवति यत् प्रत्ययः कृदन्त अस्तु पक्ष्यामः नुमुल् अत्र अस्ति वा हा नुमुल् अस्ति नुवुल् नास्ति युवोरनाल् वा नुवुल् वा अक भवति युवोरनाकौ खलु युवोरनाकौ मायक तत्रापि ऐ आगच्छति लुट् प्रत्यये लुट् प्रत्यये लुट् पश्यामः गमनं तत्र लुट् खलु तत्रापि आगच्छति युवोरनाकौ अनन्तरं सार्वधातु मे अस्तु मे ये चैव अस्ति खलु खलु सार्वधातुक अर्धधातुकयोः एच् निमित्त चित् भिन्नप्रत्यये चित् भिन्नप्रत्ययेषु तत्र सर्वत्र भवति आम् परन्तु एच् निमित्त चित् भिन्नप्रत्ययस्य विषये आत्वं भवेत् खलु आम् भवति एव परन्तु अत्र तु सार्वधातुक अर्धधातुकयोः एचो यवायावः इत्येव मे योगः अन मयन मायक तदेव मम प्रश्नः मायक अत्रापि अचोनिति अनन्तरम् एचो यवायावः मायक अनेनैव अपि भवितुमर्हति खलु मायक इति मयि अचोनिति अभूत् वा प्रबाद्य मी योगः अक युवोरनाकौ अनन्तरं क्षम्यतां न भवति खलु न भवति ओ मायक इति न भवति तत्र कोऽपि अन्या अस्ति वा या आवश्यकं खलु मीक माक इत्येव भवति लुटि किं भवति लुटि ल्युटि एव अहम् उक्तवत् मयन तत्रापि या आवश्यकः मयन एचोयवायावः अन खलु युवोर् युवोर् अनाकौ अन अत्र मीयोगः अन मे योगः न मयि योगः न 6150 तत्र किमपि अस्ति वा तत् तत् उक्तं विशिष्टसूत्रमस्ति खलु एतत् तत् यद्यपि परसूत्रमस्ति चेदपि एतत्र उक्तं खलु अतः तत्र शिप्तभिन्नप्रत्ययः भवेत् एच् निमित्तिकः भवेत् भवति मेय इति यत् प्रत्ययः पश्यामः तत्रापि यकारः अस्ति अचो यत् तत्रापि भवति तृच् किं भवति अत्र तत्र मेय इति रूपम् मेय न न भवति सार्वधातुक अर्धधातुक तदपि एच् षित् भिन्नप्रत्ययः एव खलु परन्तु अत्र किमपि नास्ति खलु अत्र सूत्रस्य बलाबलम् अपि चिन्तयामिति इति विशिष्टसूत्रमस्ति एतत् सार्वधातुक तत्र एच् निमित्त तत्र उक्तं खलु अत्र अन्त्यस्य अलः स्थाने आकारादेशः भवति समीचीनम् एच् निमित्त षित् भिन्नप्रत्ययस्य शिये तदपि सम्यक् परन्तु कुत्र भवति किमपि काशिकायाम् उक्तं वा इति पश्यामि द्रष्टव्यं भवति अत्र समीचीनं सर्वत्र स्यात् ज्ञापि च अस्तु आदे च उपदेशे दिवर्तते मीन्यसायाम् इत्येतेषां धातूनां ल्यपि विषये चकारादेशश्च विषये उपदेशे एव प्राक् प्रत्युत्पत्तिः उत्पत्तेः अलोन्त्यस्य स्थाने आकारादेशः भवति प्रमाता प्रमातव्यं प्रमातुं प्रमाय निमाता निमातव्यं निमातुं निमाय एकनिमिषं तत्र तपि तत्र सर्वत्र अस्ति खलु तत्र प्रमातव्यं आकारान्तलक्षणश्च भवति मेतव्य न भवति मातव्यम् इति प्रमाता तव्यं तव्यत् पश्यामः एकनिमिषं कुत्र क्रिया एक नीं धातोः मातव्य विवादौ कृदन्त तव्यत् तव्यत् मेतव्यं नेतव्यमेव न अत्र अहं चिन्तयामि अत्र दोषः अस्ति इति तत्र दोषः भवितुमर्हति तत्र दोषः एव अस्ति इति तदेव मम चिन्तनम् इत्युक्ते तत् सूत्रं तु पूर्णतया आगच्छति खलु किमर्थं मेतव्यं मेय इति उक्तवन्तः तत्र दोषः इति अहं चिन्तयामि न जानामि परन्तु तादृशं मन्ये उक्तवान् मायकः इति तादृशशब्दः सूत्रं सम्यक् एव अस्ति खलु सत्यं तत्र किमर्थम् अत्र मेय माया सन्ति नापि नापि समाता प्रमातुं प्रमाय निमाता निमातव्यं निमातुं निमाय इत्येव उक्तम् अत्र न तु अत्र यदुक्तं तादृशं नास्ति मीन् क्रयादौ पश्यामि एकवारं तदपि दृष्ट्वा गच्छामि कृदन्ते तत्रापि मायक इत्येव उक्तम् तत्र अहं पश्यन् अस्मि मी धातोः प्रमातव्य इत्येव भवति प्रमातव्य एव अस्ति तत्र मोनिर् विलियम्स् मध्ये अहं पश्यन् अस्मि तत्र क्रयादौ मी इत्यस्य प्रमातव्य इत्येव अस्ति मे मेतव्य इति नास्ति समीचीनं नास्ति ओ अत्र कोशे पश्यन् अस्मि ओ कोशान्वेषणे तत्र प्रमातव्य इति मी धातुः एव प्र उपसर्गस्य मी धातुः प्रमातव्य इति भवति अत्रापि मातव्य इति अस्ति, परन्तु क्रियादौ क्रयादौ अस्ति, न तु दिवादौ. मातव्य इति रूपं क्रयादौ, तत्र मीनाति मिनोति अपि च मा योगः तव्य मातव्य इति उक्तं. यत् प्रत्ययः यत् प्रत्ययस्यापि भवति मा इति. क्रयादौ भवति, किमर्थं दिवादौ न भवति? केन सूत्रेण तद् बाधितम्? ओ सर्वत्र अस्ति, क्रयादौ सम्यक् रूपं सम्यक् अस्ति इत्युक्ते दोषाय वा प्रदर्शितम्? मे क्रियादौ मे दिवादौ, दिवादौ प्रायः दोषः इति चिन्तयामि, न जानामि किमर्थं तत्र बाधकसूत्रम् इति किमपि नास्ति खलु. दिवादौ दीङ् शै दीङ् इति धातुः द्रष्टव्यः, न तु मी. अस्तु, दीङ् तत्र तत्र सम्यक् अस्ति वा? दीङ् धातोः पश्यामः चेत् तत्र मिनाति मिनोति दीङ्गां लपि च इत्यत्र तत्र धान इति आगच्छति, ल्युट् दीशये धान धान इति तत्र नूल् प्रत्यय दाक इति भवति वा? दायक अतो युक् चिन् कृतोः तत् सूत्रं वयं तदपि तद् दृष्टवन्तः खलु, आतो युक् चिन् कृतोः अत्र युक् अपि भवति, अतः तत्र दायक दी युवोरनाकौ मीनाति मिनोति इत्यनेन धा अनन्तरम् आतो युक् चिन् कृतोः दायक. देय कथं भवति? देय इत्यत्र यत् प्रत्ययः अचोयत् मीनाति मिनोति इत्यनेन य क्षम्यतां धा ईद्यति ईद्यति इति सूत्रेण तत्र ईकारः भवति, अनन्तरं सार्वधातुकार्धधातुकयोः देय. अतः एतत् पूर्वमेव आगतं मीनाति मिनोति, अनन्तरमेव सार्वधातुकार्धधातुकयोः इत्यनेन एचः भवति, देय इति रूपम्. तदेव किमर्थं न भवति, किमर्थं भवति? दी धातुः भवति मीङ् क्रयादौ भवति, न तु दिवादौ. समीचीनं वा? मम एव दिवादौ दीङ् धातोः भवति, न तु मीङ् धातुः. मी इति धातुद्वयमस्ति, एकः तु त्रयादौ एकः तु दिवादौ आसीत्. दिवादौ यद् मीङ् धातुः अस्ति तस्य न भवति. दिवादौ दीङ् धातोः भवति, मी मी इत्यस्य ह्रस्वः स्वादौ एव अस्ति खलु, तदपि पश्यामः. तदपि पश्यामः मी इति तत्र मान इति भवति, मी मान. तत्र अपि युवोरनाकौ अनन्तरं मीनाति मिनोति इत्यनेन आत्वम् अकस्सवर्णे दीर्घः मान इति रूपं. समीचीनं. मायक अत्रापि मायक एव, परन्तु आतो युक् चिन् कृतोः इत्यनेन युक् आगमः. सत्यं मायक आम् सत्यं सत्यं. मेय इत्यपि मेय मातव्य मेय इत्यत्र यदा तत्र देय इति एतादृशमेव समानं दिवादिगणे सत्यं. दिवादौ स्वादौ ह्रस्वमी दीर्घमी समानमेव अस्ति. दिवादिगणीयदीर्घमी इत्यत्र न भवति, मीनाति मिनोति कः अर्थः इति समान अर्थः वा? तत्र रूपाणि भिन्नानि सन्ति, तत्र ऐकारः भवति, तदेव हिंसायामेव अस्ति, अर्थः प्रायः, परन्तु रूपाणि भिद्यते, रूपाणि भिद्यन्ते अङ्गीकर्त्रयादिगणानि. सत्यम्, समीचीनम्. इदानीं समाधानं प्राप्तं, किमर्थम् इति मनसि आसीत्. समीचीनम्, प्रायः समानमेव. विभाषा लीयते इत्यत्रापि आत्वाभावे विले अत्र द्वयमपि अस्ति. हा सत्यं, द्विवादौ त्रयादौ द्वयमपि अस्ति विलाक. अस्तु, उषा भगिनी, गुः संवरणे. अस्तु भगिनि, नमस्कारः भगिनि. गुः ऊध् उपदाया गोहः, ऊध् उपदाया गोहः, गुः संवरणे इति गुः धातोः उपदः गुणादेशः प्रबाद्य ऊत् आदेशः भवति अजादिप्रत्यये परे. गुः उपदा गुणादेशं प्रबाद्य ओके ऊत् आदेशः भवति अजादिप्रत्यये परे. गुः गुह उपदायाः ऊत् स्यात् गुणहेतौ अजादौ प्रत्यये. ऊत् प्रथमान्तम्, उपदायाः षष्ट्यन्तम्, गोहः षष्ट्यन्तम्, त्रिपदमिदं सूत्रम्. अचिष्णुधातु ब्रुवाम् इवोरियङ्गुवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. गोहः अङ्गस्य उपदायाः ऊत् अचि. ऊद् उपदाया गोहः षष्टमाध्याये चतुर्थपाते अस्ति. गुः इति धातु गुः धातोः कृते उपदा, यत्र गुणादेशं पुगन्तलघुपदस्य इत्यनेन कर्तुं शक्यते तत्र गुणं प्रबाद्य ऊत् इति आदेशः भवति. ऊत् इति आदेशः भवति अजादिप्रत्यये परे. अजादिप्रत्यये परे सो अचिष्णुधातु ब्रुवाम् इत्यनेन एव अचि इत्यस्य अनुवृत्तिः. सो अनुवृत्तिसहितसूत्रं गोहः अङ्गस्य उपदायाः ऊत् अचि. सो गुः धातु उपदायाः ऊत् स्यात् यत्र इति चेत् अजादौ प्रत्यये परः अस्ति चेत् अपि च गुणः तत् गुणं प्रबाद्य. सो अचि, सो अचि यत्र गुणं भवितुम् अर्हति, गुणं भवितुम् अर्हति तत्र देन् पित् प्रत्ययः खलु, देन् अचि पिति, देन् अचि पिति इति सर्वत्र भवितुं, सर्वत्र यत्र आर्द सार्वधातुक आर्धधातुकयोः खलु, ननु गुह् गुह् सो पुगन्तलघुपदस्य च अच् प्रत्ययः परः अस्ति भवेत्. अच् प्रत्ययः परः अस्ति चेत् देन् गुणः अपि भवेत्. यत्र गुणः भवेत् अचि प्रत्यये परे तत्र एव गुः ऊकार आदेशः भवति इति. ओके, सो बट् ओके, ऊ अचि प्रत्यये परः यत् यत्र गुणम् आयाति. ओके, स्वीकुर्मः चेत् तद् अजादि एव खलु, अनुबन्धलोपानन्तरम् तत्र गुणः भवति एव खलु, तादृशं प्रायः शप् अपेक्षया गुणः. ओके ओके, तादृशप्रायः. अस्तु अस्तु, ओ अत्र दत्तम्. ओके, ध्येयं यत् अत्र सार्वधातुकत्वस्य निमित्त अर्धधातुक नास्ति, अर्धधातुक आर्धधातुक ध्येयं यत् अत्र आर्धधातुकत्वस्य निमित्तं नास्ति एव केवलं गुणनिमित्तक अजादिप्रत्यये परे. ओके, सो आर्धधातुकम् इति अत्र नास्ति, परन्तु गुणनिमित्तक अजादिप्रत्यये परः अस्ति चेदेव. अतः लटि अपि भवति. गुह् योगः शप् योगः ति इति कृते गुह् योगः अयोगः ति अ इत्यस्य शप् पित् प्रत्ययः इत्यनेन अपेक्षया अ अपेक्षया गुणः भवितुम् अर्हति. तत्र उपदा गुणस्य प्रसङ्गत्वात् ऊत् आदेशः. ओके, उगन्तलघुपदस्य च इत्यस्य कार्यं नास्ति, परन्तु गुह् इति गूह् इति भवति, गूहति गूहति इत्येव. आर्द्रदादिक खलु. आम् आम्. सो गुणः प्रबाद्य अचि प्रत्यये परे आर्द्रदादिकम् इति निमित्तं नास्ति, सार्वदादिकम् अपि भवितुम् अर्हति इत्यनेन शप् प्रत्ययस्य कृते शप् अपेक्षया गुणः प्रबाद्य ऊट् ऊत् आदेशः. ओके, सो गूहति इति भवति. आर्द्रदादिकप्रसङ्गे गुः धातुः वेट् वेट् ओके इडागमपक्षे ताप्रत्ययः अजादिः. ओ इडागमपक्षे आमां ताप्रत्ययः अजादिः, ईयोगः ता भवति. आम्, अतः गुह् इति गूहिता भवति. सो गुह् योगः ईयोगः ईयोगः ता इति भवति. ई इति अजादि अजादि प्रत्ययः इत्यनेन यत्र गुणः भवितुम् अर्हति तत्र गुणं बाधित्वा ऊत् आदेशः भवति. गुह् इति गूह् भवति, इता गूहिता. अजादि अजादिप्रत्यय अभावः न अजादिप्रत्ययाभावे न ऊत्वं गोढा गोढा भवति. आम्, हकारस्य होडः इत्यनेन होढा भवति. सो यत्र ओ दिस् इस् वेट् धातु वा गुह् धातु वेट् वेट् भवति. सो यत्र इडागमपक्षे ऊत्वं भवति, इडागम यत्र इडागमः नास्ति तत्र गोडः इति अजादिप्रत्यय अभावे गुह् योगः ता गुह् योगः ता गुण गुण भवति. गुह् पुगन्तलघुपदस्य च गोः भवति गोढा भवति. अस्तु, आं भगिनि, डाकारः. बहु किमपि अस्ति. होडः गोड् तकारः अस्ति, तक्ता आ अस्ति, अनन्तरं गोड् इत् आ, अनन्तरं गोड् इत् आ. ओ देन् ओ या या या ष्टुनाष्टुः. सो गोड् तस्मात् जशस्ततोर्दोर्दः जश् अस्ति ढकारः, परः तकारः अस्ति इत्यनेन तकारः अपि जशस्ततोर्दोर् दः ध भवति. देन् द भवति, देन् गोड् ध, देन् धकारः, देन् देन् ष्टुनाष्टुः खलु. सत्यम्, इदानीं ढकारद्वयं ढकारस्य ढकारे परे देन् डोडेर् लोपः. सत्यं, डोडेर् लोपः, देन् दीर्घ अपि भवति पूर्व. सत्यं, वाट् इस् दट् सूत्र? ड्रलोपे पूर्वस्य ड्रलोपे पूर्वस्य दीर्घोणः, यत्र लोपं भवति पूर्वं स्थितस्य दीर्घम् अण् ड्रलोपे पूर्वस्य दीर्घ अणः अणः दीर्घं भवति. सो अणः अत्र आल्रेडि दीर्घं वा? दीर्घमेव, तदेव पर्जन्यवत् तदेव. आम् आम्, गोडा गोढा भवति. आम् आम्, गुहीता गोडा इति रूपद्वयं. सम्यक्, धन्यवादः भगिनि. इति गुप्तु धातुः महोदय चिकीष् अतोलो आर्धातुकप्रसङ्गे अस्तु. अतोलोपः चिकीर्ष इति चिकीर्षिता इति भवति अत्र. अतोलोपः इति वयं जानीमः, अदन्ताङ्गस्य अदन्ताङ्गस्य ह्रस्व अकारलोपः भवति आर्धातुकप्रत्यये परे इति अस्ति अतोलोपः इति कृतम्. येन विधं प्रतिपेन अतः अङ्गस्य नाभ न केवलं ह्रस्व अकारः इति अङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य इति अलवन्तस्य इत्यनेन इन्दिवर्णस्य एव लोपः न तु अङ्गस्य उपदेशितानि वर्तते. अतः प्रसक्ति केवलम् उपदेशावस्थायाम्. अतः षष्ठन्तं लोपः प्रथमान्तं विपरमितं सूत्रम् अनुपात्तोपदेशवनुत्तमित्वादीनमनुनासिकलोपः झलिखिति इत्यस्मात् उपदेशित्यस्य निवृत्तिः अङ्गस्य अधिकारे इतनयोः अधिकारः अनुच्छेदसूत्रमस्ति. अतः अङ्गस्य लोपः आर्धातके उपदेशे इति आसीत् आर्धातुकोपदेशे आर्धातुक उपदेश अवस्थायाम् इति अस्ति अत्र चिकीर्ष चिकीर्ष इति अस्ति चिकीर्षयोग ता इति अस्ति चिकीर्ष अत्र इडागमः भवति अनेकानस्ति चिकीर्षिता इति चिकीर्षिता इति तर्हि अकारस्य लोपः भवति चिकीर्ष योग इता चिकीर्षिता इति रूपम् सत्यं चिकीर्ष इत्यत्र कीर्ष इति धातुः वा चिकीर्ष चिकीर्ष इति कीर्ष इति न धातुः नास्ति अत्र दिक्तं भवति खलु तत्र कौचोः कीर्ष चिकीर्ष इति अस्ति प्रसिद्धः अस्ति चिकीर्ष की इत्येव धातुः वा की धातुः वा की प्रायः शनि कृदन्ते आगच्छति परन्तु तत् सम्यक् वा चिकीर्ष किं कथं वा न तत् सम्यक् नास्ति चिकीर्षति इत्येव रूपं खलु चिकीर्षति इति कृ धातु कृ धातु अस्ति कृ इति वा अपि च ऊः इति क्षम्यता चिकीर्ष इति एकं चिकीर्ष इति अस्ति खलु तत्र चिकीर्ष इति अस्ति धातोः तत्र किमस्ति सनादु एव सनादि अस्ति तत्र इच्छा इति अस्ति कृ धातुतः आगतः करणे अच् अच् इति प्रत्ययः सनि कृदन्ते अच् प्रत्ययः चिकीर्ष इति तत्र अच् प्रत्ययः नास्ति खलु तत्र चिकीर्ष इति सनादि सा न न तत् तत्र प्रदर्शितं तत्र कृयोगः सन् अनन्तरं तत्र ऋत इत् धातोः इत्यनेन किर् योगः स इति भवति अनन्तरं संयङ्गोः द्वित्वं किर् किर् योगः स हलादिशेषः कि किर् स कुहोश्चुः छि किर् स हलन्त्यं छि किर् स अच् इदानीमेव तत् प्रत्ययः आगतः तत्र अतोलोपः इत्यनेन छि किर् इस् अतोलोपः इत्यनेन कस्य लोपः कृतः अकारलोपः तत्र न तत्र शप् भवति शप् भवति न हलीच इत्यनेन दीर्घत्वं सत्यं अनन्तरं आदि आदेशप्रत्ययः एतद् केवलं कृदन्त सनि कृदन्ते इति उक्तं चकीर्ष तत्र आदेशप्रत्ययोः इत्यनेन षत्वं सकारस्य षकारः चिकीर्ष अच्छा आतो लोपः इत्यनेन कस्य लोपः कृतः अत्र तु सर्वम् अस्ति एव सकारस्य सत्यम् इस् अभवत् सकारस्य सन् इत्यत्र सकारस्य अत्वं सत्यं सत्यं सत्यं एव भवति रेपति सत्यं कीर् ष आदेशप्रत्ययोः इष् अलि च सम्यक् अस्ति कृत धातोः ऋतैधातोः किमर्थं तत्र ऋतै धातोः अत्र तत्र केन सूत्रेण गुणः बाधितः भवति सन् इत्यस्य वा आं सन् इति गुणः भवितुमर्हति खलु धातोः कृयोग अज् जनगमां सनि अज् जनगमां सनि इति सूत्रेण सन् विधीयते सन् इत्यस्य गुणः भवति वा गुणः भवति खलु तत्र सन् इति कि प्रत्ययः अस्ति खलु आर्धातुकप्रत्ययः अस्ति इदानीं जन्तानाम् अङ्गानां हनिगम्योश्च सनि जलादौ परे दीर्घः भवति तावदेव उक्तम् अस्मिन् सूत्रे ऋतैधातोः कथम् आगच्छति इति पश्यामः गुणः न भवति हा सत्यं दीर्घऋकारान्तधातोः अङ्गस्य अन्तिमवर्णस्य ईकारादेशः भवति 6 7 100 अस्ति ऋतैधातोः किमर्थं कृ इति भवती उक्तवती भगिनी ह्रस्वऋकारः नास्ति वा एतद् वा तद् अज् अजिजनगमां सनि इत्यनेन दीर्घः भवति कृ सामान्य कृ धातुः एव करोति कृ धातुः अजनगमां सनि अनेन सन् न विधीयते अनेन दीर्घत्वं विधि दीर्घत्वं जातम् ओ अस्तु धातोः कर्मणः समानकर्तृका कर्तृकादिक्षयां वा इत्यनेन एव सन् विधीयते सन् इत्यस्य किमपि अस्ति वा नित्वं नित्वम् इति अपि च ऋतैर्धातोः दीर्घऋकारस्य एव खलु आं दीर्घऋकारस्य इदानीं दीर्घ दीर्घजातः आं सत्यं ऋतै धातोः इति दीर्घस्य एव भवति खलु दीर्घकारान्त एव भवति तत्र हलिच इत्यनेन एव भवति खलु इदानीं तत्र आम् हलिच इति अन्ते आगच्छति आम् सत्यम् अतो लोपः हलिच हलिच इत्यनेन दीर्घः केन बाधितम् इति अत्र न उक्तम् अज्जनगमां सनि इत्यनेन किमपि अन्यत् न विधीयते केवलं दीर्घ दीर्घत्वम् इत्येव उक्तम् अजनगमां सनि अजन्तानां गम भवती कुत्र पठितवती भगिनि .com एव कुत्रापि अन्यत्र न ओन्लि सैट् अत्र कृ अण्ड् देन् सन् इति कृ सन् इति तत्र सनि कृदन्ते इति अत्र आगच्छति कृ धातोः तत्र सनि कृदन्ते इति तत्र आगतम् कम् इत्येव उक्तं तत्र किमपि तस्य विषये न उक्तं जलादौ परे एव सनि जलादौ परे दीर्घः भवति इत्येव ऋतैर्धातोः अपि किमपि न बाध्यते खलु अस्तु किमपि विषयः अस्ति वा शनि कृतन्ते अहं दृष्टवती तत्र प्रायः अन्तरङ्गम् इति उक्तं महोदय तत्र अन्यत्र तत्र उक्तम् अत्र ऋतैर्धातोः इत्यनेन ऋकारस्य इर् आदेशः विधीयते तथा च सार्वधातुक अर्धधातुकयोः इत्यनेन अङ्गस्य गुणादेशः अपि विधीयते एतयोः द्वयोः कार्ययोः ऋतैर्धातोः इत्यनेन निर्दिष्टः इर् आदेशः अन्तरङ्गः अतः पूर्वपरनित्यान्तरङ्ग उपवादानाम् उत्तरोत्तरं बलीयः अनया परिभाषया तस्यैव प्रसक्तिः स्यात् परन्तु तत्र तादृश भवति चेत् तत्र एते धातोः इति वो वाभ्यां गुणवृद्धिविप्रतिषेधेन तत्र एकं वार्तिकमपि अस्ति इत्वोत् वाभ्यां गुणवृद्धिविप्रतिषेधेन इत्युक्ते गुणः वृद्धिः इत्यस्य तथा इत् उत् इत्यस्य उभयोः कार्ययोः समानसले प्रसक्तिः अस्ति चेत् गुणवृद्धिः एव भवति तथा तृ धातुः लट्लकारस्य प्रथमपुरुषस्य एकवचनरूपं किं तरति अत्र रूपे धातुः प्रसङ्ग एव नास्ति खलु तत्र प्रसक्ति एव नास्ति कुत्र तृ धातुः इत्यस्य वा कृ धातोः ऋतै धातुः इत्यस्य प्रसक्ति एव न भवति एव खलु दीर्घऋकारान्तः अस्ति खलु तदेव तद् अनेन सूत्रेण भवति खलु इदानीम् अज्जन अज्जनगमां सनि इत्यनेन दीर्घत्वं विधीयते कृ इति भवति, अनन्तरमेव ऋतै धातुः भवति. अनन्तरं ऋतै धातोः, अनन्तरं ऋतै धातोः इत्यनेन किर् जातः. परन्तु वयं पूर्वं पठितवन्तः यत्र यत्र गुणस्य प्रसक्तिः नास्ति तत्रैव ऋतै धातोः इति. आम् आम्, एकवारं पठितवन्तः तादृशमपि. तदेव अहं पश्यन्ती अस्मि तत्र किमपि बाधितं वा सन्नित्यस्य गुणः इति. अजन गमां सनि इत्यत्र किमपि न उक्तं, दीर्घः न क्वी क्वी जलोः इति. दीर्घः भवति खलु तत्र नितिः इति अनुवृत्तिः अस्ति, निति इति अनुवृत्तिः अस्ति अत्र. अज्जनगमां सनि, आम् सत्यं, तत्र ङिति इति अनुवृत्तिः. अज्जनगमां सनि इत्यत्र दीर्घः न उपादायाः क्वि जलोः ङिति इति अनुवृत्तिः अस्ति. अनेन एव अज्जनगमां संख्या का भगिनि? अज्जनगमां 6413 तत्र अनुवृत्ति. अत्र तदस्ति अत्र अज्जनक सनि सनि परे सनि इति तत्र कित् नास्ति खलु, सनि इति कित् नास्ति अत्र आरोपि. अत्र प्रायः तद् दीर्घः इति उक्तं, अज्जनकां सनि इति उक्तं खलु, दीर्घत्वम् अभवत्, इदानीं पुनः तस्य परिवर्तनं न भवति इति प्रायः तत्र गुणः ज्ञापकं ज्ञापकं सत्यं सत्यं भवितुम् अर्हति. अथवा पूर्वमेव कृ इति अस्मिन् अवस्थायामेव वयं कर् इति कर्तुं शक्नुमः खलु, एकं सूत्रं मध्ये आनीय अनन्तरं किमर्थं पुनः न भवितुमर्हति. सत्यं सत्यं तदपि आम् आम् आम् प्रायः सत्यं. वयमेव एकदिनं व्याख्यानं सर्वं लेखितुं शक्नुमः तादृशमेव. तादृशचिन्तनम् आम् सत्यं सत्यं अस्माभिः किमर्थं प्रायः तत्र इदानीं मनसि नास्ति अस्ति एकं सूत्रमासीत् तत्र तादृश समीचीनं तदेव प्रायः स्यात्. अनेनैव चिकीर्षिता कृ धातोः चिकीर्षिता इति, चिकीर्ष चिकीर्षिता अतो लोपः. अग्रे पठामः. उषा भगिनी यस् क्षम्यताम् अरुणा भगिनी यस्य हालः भगिनी श्रूयते वा? आं श्रूयते. यस्य हलः, हल उत्तरस्य शब्दलोपो भवति आर्धधातुकप्रत्यये परे. उदाहरणमस्ति बेभिद्ध बेभिद्य बेबिदिता. सूत्रमस्ति यस्य हलः इत्यनेन हल् उत्तरस्य शब्दलोपो भवति. हल् उत्तरस्य या शब्दलोपो भवति आर्धधातुकप्रत्यय निमित्तमस्ति आर्धधातुकप्रत्ययपरे बेबिध्य यकारात् या शब्दलोपो भूत्वा भवति. तत्र कस्य लोपः? य शब्दः, य शब्दस्य लोपः इति यकार अकारस्य लोपः. द्वयमपि लोपः पूर्णतया यङ्ग्लुक् धातो यङ्ग् यङ्ग्. इदानीम् एकं यत् इति अपि दृष्टवन्तः खलु, तत्रापि यकारः अवशिष्यते वा या अवशिष्यते वा? यत् धातुः बेबिदिता बेबिदितुं बेबिदितव्यम् इति उक्तम् अत्र. आं महोदय, न न तत्र किं भवती उक्तवती इदानीं यक् यत् इति एकः धातु क्षम्यता प्रत्ययः आसीत् तत्र न भवति कृदन्त आवश्यकं खलु. ओ अत्र किमुक्तं हल् उत्तर या शब्दलोपो भवति अलुत्तरस्य शब्दलोपो प्रत्ययः इति न उक्तम्, आर्धधातुकप्रत्यये परे आर्धधातुकप्रत्ययः परः भवेत् हल् उत्तर य, तद् य शब्दः धातोः य इत्येव वा, न तु कृत्प्रत्यय भवति चेत् पुनः तत्र तत्र पुनः तस्य तिगन्तरूपं भवति वा, नास्ति खलु? अल् उत्तरस्य य इति न दत्तम् अत्र, बट् सूत्रस्य धातूनामेव भवति खलु तत्र, तदेव किमर्थम् इत्युक्ते परः प्रत्ययः आर्धधातुकप्रत्यये परे इति उक्तं खलु, अतः प्रत्ययः यकारः न भवितुम् अर्हति. अल्लुत्तर य शब्दलोपो, यकारः फालोड् बै हल्, तकार फालोड् हल् उत्तर, न न न हल् उत्तर यकारः, हल् उत्तर यकारः इद् य यकारस्य विशेषणं हल् उत्तरः इति, कीदृश यकारः न य शब्दः, कीदृश य शब्दः हल् उत्तरः य शब्दः, तस्य पूर्णतया लोपः भवति आर्धधातुकप्रत्यये परे, अतः यकार य इति धातोः एव य भवितुम् अर्हति खलु, न तु प्रत्ययस्य. That's why bebidita. Okay, okay. अस्तु, अतः बेबिध्या बेबिदिता इति रूपद्वयम्. तद् कुत्र अन्यतरस्याम् इति न उक्तं खलु, बेबिध्या तत्र इडागम बेट् बेट् वा, इति यङ्ग् यङ्ग् आर् यङ्ग् खलु, यङ्ग् दातु भगिनि, लुडन्तरूपम्, ओ तस्य लुडन्तरूपं, बिद्धातु बिदिर् बिदिर्विधारणे इति रुदादिगणीयधातुः एतत् बेबिद्य इति यत् प्रत्ययः योजयामः चेदपि बेबिद्य इत्येव आगच्छति. तस्य लुटः, तस्य लुट् तस्य लुट् वा, तस्य लुट् बेता यकारस्य लोपः. उत्तर य शब्दलोप बेबिद्, सो यङ् कर् यङ् यङन्तकर्तरि तादृशं रूपम् आगच्छति. तत्र अन्यकारान्त कोऽपि सनन्त सनादिद सनन् सनन्तदातुवर्णमस्ति सत्यम्. ओ अत्र प्रदर्शितं बिपि यङ् धातुरेकाचोहलादे क्रियासमाभिहारे यङ् इत्यनेन यङ् अनन्तरं बिद् बिद् य संयङ्गोः बि बिद् य हलादिशेषः बे बिद् य गुणो यङ्लुकोः बे बिद् य लुट् अत्र अनद्यतने लुट् इत्यनेन बे बिद् य त अस्माकं तिप्तस्ति इति सूत्रेण तिङ् बे बिद् य तासि त शतासि लुलुटोः बे बिद् य तास् डा लुटः प्रथमस्य डारो रसः बे बिद् य इट् अर्धधातुकस्य इड् फलादेः तास् आ बे बिद् आ यकारस्य इदानीं तत्र अकारः जातः यस्य हलः इत्यनेन तत्र तु पूर्णतया लोपः इत्येव उक्तं खलु तत् दोषाय बे बिद् ई तास् आ अतो लोपोः अत्र किं कृतवन्तः इत्युक्ते यकारस्य लोपः यस्य हलः इति कृत्वा अतो लोपः इत्यनेन अकारलोपः कृतः अत्र यत् प्रदर्शितम् अनन्तरं बेबिद् ई छास आ टेः इत्यनेन अभ्यासे चर्चा बेबिदिता इति रूपं बेबिदिता इति रूपम् परन्तु यस्य हलः पठितवती यङन्तकर्तरि इति प्रक्रिया प्रदर्शितं भगिनि ओ अत्र बेबिद् इति धातुः स्वीकृत्य यङन्तकर्तरि इति तत्र प्रक्रिया आगच्छति, परन्तु अत्र तु पूर्णतया लोपः इत्येव उक्तं खलु, अतः अतो लोपः प्रायः अस्य आवश्यकता नास्ति. बेबिदिता, बेबिदितुं, बेबिदितव्यं, सर्वत्र तद् यकारलोप या शब्दस्य लोपः, या शब्द नाट् यकार, या शब्द. समीचीनं, सम्यक् एव खलु इदानीं. अस्तु, कुत्र पठितवती भगिनी? ऐ केन् सी द रूप बट् वेन् यु प्रेस् दट् रूप कुत्र तत्र लुट् लकारः इति पाठः, तत्र धात्वादेशः इति भागे स्मः भगिनि. यस्य हलः इति सूत्रं पठितवन्तः, इदानीम् अग्रिमसूत्रं पठामः. अरुणा भगिनी भवती पठतु, अनन्तरं विजया भगिनी पठेत्. लुट् व्यवहारः कुत्र वा? न न, इतोपि अग्रे गन्तव्यं. धात्वादेशः, धात्वादेशः इति द्वितीयबिन्दुः वा, तृतीय द्वितीयबिन्दुः धातु आदेशः इति. तत्र अस्तेर्भ्रुः, भ्रुवो वचि, षक्षिङ् धातुः, अनन्तरं किं मिनाति, मिनोति, लिङ्ग, उदुपदायगोहः, उदुपदायगोहः, अतो लोपः जातः, तस्मात् अनन्तरम् आम् भगिनि. क्षस्य विभाषा सूत्रम् क्षस्य विभाषा हलः परयोः क्यच् क्यङ्गोः प्रत्यययोः लोपो वा स्यात् आर्धधातुके. उदाहरणमस्ति सन्निध्य. संविदिता भवति, संविदिता विभाषा, विभाषा इति दत्तम्. अत्र प्रत्ययः, तौ प्रत्ययः अस्ति क्यच् क्यङ्ग्, प्रत्ययपरे सार्वधातुक प्रत्ययपरे लोपः भवति विकल्पेन, विकल्पेन. समिद्ध, समिद्ध, समिध्य इति धातुः कः? तदपि यङ्ग् लुक् यङ्ग् यार् यङ्ग् लुक् धातु क्यङ्ग् इति उक्तं खलु, क्यच् क्यङ्ग् इति तत् क्यच् क्यङ्ग् प्रातिपदिकः, परन्तु धातुः कः महोदय? मिद्धि इति एव धातुः वा? न न, तत्र प्रायः तत्र समित् समित् प्रातिपदिकात् भवेत् समित् इति किमपि. ओ हो हो, स्यात् तदपि प्रातिपदिकापि धातुः एव खलु, परन्तु प्रातिपदिकात् एव क्यच् क्याङ्ग्. अतः तत्र यस्य हलः इत्यत्र, यस्य हलः इत्यत्र यङ् प्रत्ययः, या इति शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे, ते विदिता इति. परन्तु अत्र तु क्यस्य इति उक्तत्वात् क्यच् क्यङ्ग् प्रत्ययस्य यकारस्य लोपः, प्रत्ययस्य यकारः, अत्र तु उक्तं प्रत्यययकारस्य एव लोपः. सो पूर्वसूत्रात् एव आगच्छति अत्र यकारस्य लोपः इति, लोपः यशब्दलोपः, सत्यम्. अग्रिमसूत्रमेव खलु? आम् आम् भगिनि, विकल्पेन. समिध्य इत्यत्र यकारलोपः, समिदिता, समिदीता. ओ, एतत्तु प्रातिपदिकात् क्यच् के. अस्तु अस्तु, अस्तु भगिनि, धन्यवादः. विजया भगिनी, कृपेश्च अवकल्कने. आं महोदय, नमस्कारः. अत्र बन्धुजनाः 14th मध्ये आगतवन्तः. अत्र किञ्चित् क्लेश् धन्य क्षम्यतां महोदय. नास्ति, चिन्ता भगिनि. अस्तु, इदानीं कृपेश्च अवकल्कने कृपेच्छ अवकल्पने विचारं करोति, चिन्तनं करोति इति अर्थे आगच्छति. कृपो रोलः रेपस्य स्थाने लकारः आगच्छति इति. कृपो रोलः कृप् पुहन्तलघुपदस्य च इत्यनेन अनन्तरम् अत्र उरण्ड्रपरः अपि कार्यं करोति खलु महोदय. अत्र कर्प् इति भवति. अनन्तरं कर्प् अत्र रेपस्य स्थाने लकारः भूत्वा कल्प् इति भवति. इदानीम् अत्र इडागमस्य चिन्तनं भवति. अत्र कल्पिता इति भवति आत्मनेपदी. परस्मैपदी अपि अत्र कल्पिता तासि च क्लुप् अक्लृप्पः इत्यनेन इडागमः निषेधः. अतः तत्र कल्पिता इत्येव भवति. अग्रे आगच्छति कृपः इति, तद् अग्रे आगच्छति. इदानीम् एतत् पठतु भगिनि. कृपोरोलः कृप् धातोः रेपस्य लकार आदेशः भवति. रेप इति स्तुति सामान्यं बोध्यं. तेन यः केवल रेपः यच्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्. लह इत्यपि श्रुतिसामान्यमेव. अतः आगत्य कृप् धातोः यदा गुण आदेशः कृत्वा रेप भवति, तस्य रेपस्य स्थाने लकारादेशः. पुनः कृप् धातोः ऋकारस्य यः रेपः सदृश अंशः, तस्य स्थाने ल सदृश अंश आदेशः भवति. नाम ऋकारस्थाने ऋ इति भवति. सूत्रे कृपो कृप् योगः उः भवति इति विच्छेदः भवति. कृप् योगः उः इति ऊत्वं भूत्वा एव अत्र कृपो इति भवति. कृप लुप्तषष्टिकं पदम्. उः षष्ट्यन्तं, रः षष्ट्यन्तं, लः प्रथमान्तम्. अनेकपदमिदं सूत्रं. कृपः इत्यस्य द्विवारम् आवृत्तिः. सूत्रं स्वयं सम्पूर्णं. कृप कृपः उः कृपः रः लः. अतः तत्र स्वयं सम्पूर्णम्. अतः अनुवृत्तिसहितसूत्रं नास्ति एव. स्वयम् अत्र सम्पूर्णं भवति. कृपः उः कृपः रेपस्य स्थाने लकारः आदेशः भवति इति. कृपो रो लः अत्र रेपः सदृश अत्र रेपः स्थाने लकारः आदेशः भवति. अत्र षष्ट्य रः षष्ट्यन्तं, लकारः प्रथमान्तम्. अतः रेपः स्थाने भवति, तत् स्थाने प्रथमान्तम् अत्र आदेशः आगमः वा भवति इति. अतः तत्र रेपस्य स्थाने लकारः आदेशः भवति इति तत्र दत्तं भवति. समीचीनं. तत्र अग्रे अपि पठतु भगिनि. कृपोरोलग इति सूत्रेण कृपोरोलः इति सूत्रेण आगत्य कृप् धातोः रेपस्य लकारादेशः. कृप् धातोः ऋकारस्य अंशः. यः रेपसदृशः तस्य स्थाने लकारसदृश आदेशः भवति. यत्र कृप् धातोः उपधायाः गुणः भवति कर्प् इति, तत्र रेपस्य स्थाने लकारादेश. अतः कल्प् इति फलं. यत्र उपदा गुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लकार आदेशः. अतः कृप् इति फलम्. दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्श्यते. अग्रे पठामि वा उदाहरणम्? आम् आम्. लटि लटि कल्पयति इति अस्ति. कल्पयति कल्पयते उभयपदिनः. कृप् योगः निच् इदानीमत्र पुगन्तलघुपदस्य इत्यनेन उपधायां लघु इकः गुणः अतः ऋकारस्य स्थाने अर् भूत्वा कर्प् इति भवति. निच् मध्ये नकारः चुटु इत्यनेन इत् भवति. चकारः अलन्त्यं तस्य लोपः इत्यनेन पूर्णतया इत् भवति. इदानीं निच् मध्ये इ एव तिष्ठति. कर्प् योगः इ. इदानीमत्र कृपो रोलः इत्यनेन रेपस्य स्थाने लकारादेशः भवति. अतः तत्र कृप् स्थाने रेपस्य स्थाने लकारः भूत्वा कल्प् इति भवति. कल्प् योगः इ. कल्पी इति भवति. नूतनधातुः अत्र भवति. कल्पी योगः शप्. शप् मध्ये अकार एव तिष्ठति अनुबन्धलोपानन्तरं कल्पय इति भवति. कल्पी इति अस्ति अत्र. कल्पी इति इकारस्य स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन एकारः भवति. एकारस्य स्थाने एचो एव यावः इत्यनेन कल्प् कल्पय कल्पै इति भवति. अनन्तरम् अत्र शप् मध्ये अकारः एव तिष्ठति अतः कल्पय इति अङ्गं भवति. कल्पयोः ति अत्र रूपं द्वयं भवति. उभयपदिनः भवति अतः तत्र कल्पयति निजन्तरूपं भवति. कल्पयति कल्पयते इति आत्मन उभयपदिनः भवति. महोदय सम्यक् तदेव. धन्यवादः. इत्यस्य विषयः सम्यक्. धन्यवादः भगिनि. उषा भगिनि इडागमः. अस्तु भगिनि. इडागमः. इडागमपाठः पूर्वम् अधीतः. तत्र च सामान्यं ज्ञातं नाम धातुः अपि सेट् प्रत्ययः अपि इडानुकूलः इति चेत् इडागमः भवति. तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम् आर्धधातुकस्य इड् बलादेः नेड् वशीकृति ति तु त्रत थसि तु सरकसेषु च तिङन्तप्रसङ्गे च तेषु एकमेव आर्धधातुकस्य इड्बलादेः तिङन्तप्रसङ्गे च तेषु एकमेव आर्धधातुकस्य इड्बलादेः. सो इडागमः पाठं पूर्वं वयं पठितवन्तः. तत्र सामान्यं ज्ञातं धातुः अपि सेट् भवेत् प्रत्ययः अपि इडानुकूलः भवेत् ततः इडागमः भवति. प्रत्ययप्रसङ्गे किं प्रत्ययः कृते इडागमः भवति इति चेत् आर्धधातुकस्य इड्बलादेः वयं जानीमः बलादिप्रत्ययः परः अस्ति चेत् अनन्तरं बलादिप्रत्ययः नेड् वशीकृति तत्र अपि नेड् वशीकृति वश् कृत् प्रत्ययः परः अस्ति चेत् न इडागमः. अपि च ति तु त्र तसि सु सरकसेषु च इति सूत्रम् इत्यनेन येषु प्रत्यये परः अस्ति येषु प्रत्ययः परः अस्ति चेत् इडागमः नास्ति इति. तद् तदपि कृत् कृत् एव कृत् सूत्रं तीत्रुव सेवेन् टु नैन् खलु. तत्रापि इत्येतेषु कृत्सु इडागमः न भवति. कृत् प्रत्ययः तीतु सीसु सर क स सेवेन् टु नैन् आमां या कृति इति आगमः अत्र अनुवृत्ति भवति. दशप्रत्ययाः कृत् प्रत्ययः सूत्र त सी सु सर क स. सो तिङन्तप्रसङ्गे आर्धधातुकस्य इड् बलादेः सूत्रमेव तदेव अस्माकं विषयः आम्. अग्रे प्रत्येकं प्रत्ययविशेषे केचन विशिष्टनियमाः सन्ति ये केवलं तत्तत् प्रत्यये सम्बन्धाः. ओके. तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते. अस्माकं लट् नाट् लट् लुट् विषयः तासः प्रत्यये तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते. ओके. विशिष्टनियमः तासि च कृपः तासि च कृपः इति सूत्रं कृप् धातोः परस्य परस्मैपदसंज्ञक तास् च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति परस्मैपदसंज्ञक तास् ओके नाट्दात्मनेपति अपि च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति नाम केवलम् आत्मनेपदसंज्ञक तासः च आत्मनेपदसंज्ञकसकारादि आर्धधातुकप्रत्ययस्य इडागमः भवति ओ आत्मनेपतिप्रत्ययस्य कृते एव इडागमः भवति परस्मैपति अस्तु कृपु धातुः उपदेशे आत्मनेपति किन्तु लुटि च कृपः इत्यनेन स्य स्यन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपति अपि भवति ओके कृप् धातुः उपदेशे आत्मनेपति परन्तु लुटि च कृपः इत्यनेन 1393 इत्यनेन स्य सन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपति अपि भवति सिद्धान्तकौमुद्यां लुटि स्य सना सनोश्च स्य सनोश्च कृपेः परस्मैपदं वा स्यात् ओके सिद्धान्तकौमुद्यां तत् अस्ति अतः लुटि परस्मैपते इडागम अभावे कल्पता लुटि परस्मैपते इडागमः अभावे कल्पता आत्मनेपते इडागमे कल्पिता आत्मनेपते इडागमे कल्पिता ओके सो अत्र इडागमः भवति न भवति फर् परस्मैपति ओके ओके तासि सप्तम्यन्तं च अव्ययं कृपः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुकस्य इड् बलादेः इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः गमेर् इट् परस्मैपदेषु इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः न वृद्ध भ्यश्चतुर्भ्यः न वृद्भ्यश्चतुर्भ्यः इत्यस्मात् न इत्यस्य अनुवृत्तिः च इत्यनेन से सिचि से से सिचि से से असिचि कृत छृत कृत छृत छृत त्रित त्रित नृत नृतः इत्यस्मात् इत्यस्मात् से इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् अनुवृत्तिसहितसूत्रं कृपः परस्मैपदेषु आर्धधातुकस्य इड् बलादेः न तासि अपि च से न तासि अपि च से च सो कृप् धातोः परस्मैपते उपदेशे आत्मनेपति एव परन्तु परस्मैपति लुटि च लुटि आयाति लुटि परस्मैपति अपि भवति परस्मैपति अपि भवति विकल्पेन परस्मैपति अपि भवति परन्तु कृपः परस्मैपदेषु आर्धधातुकस्य इड् बलादेः इति नास्ति न प्रसक्तिः भवति अपि च तासि प्रत्ययः परस्मैपति तासि प्रत्ययः तास् प्रत्ययः अस्माकं विषयः तासि अपि च से च से इत्यस्य ओके से इति वा किं प्रत्यय किं कृपः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् ओके से इति किं प्रत्यय स्य स्यन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु परस्मैपति ओके स्य ओके नाट् नौ सन् अपि नास्ति तास् तास् एव तासि ओके से च इति किं प्रत्यय किं से इत्यस्य सप्तम्यस्य अनुकर्षणं से असिचि परस्मैपदि सकारादि आर्धधातुकप्रत्ययः परस्मैपति से सेति सप्तम्या निर्दिष्ट परस्मैपदिसंज्ञक सकारादिप्रत्ययः कुत्र भवति इति पश्यामः. सकारादिप्रत्ययः परस्मैपदि सकारादिप्रत्ययः कुत्र महोदय? कल्पसे इति वा? मध्यपुरुषे भवति खलु तत्र सकारादि कल्प कल्पितासे इति एव अस्ति खलु. सासे से इति प्रत्ययः से इति स्यासन् स्यासन् इति सकारादि खलु. स्यासन् इति स्यासन् इति अत्र से इत्यनेन स्य अपि च सन् एव तत्र कुत्रचित् तत्र लिट्लकारे भवति वा स्या इति लृट् लृट् लृट् इति अत्र वा पश्यामि. लृट् लकारे परस्मैपदी भवति तत्र तत्र लृट् लकारे परस्मैपदी भवति. कल्प्स्यति इति रूपं स्य इति प्रत्ययः स्यतासि लृटोः परन्तु तत्र कृपो रोलः न भवति अत्र. परन्तु आत्मनेपदिषु रूपद्वयं प्रदर्शितं कल्पिष्यते कल्प्स्यते इति. कल्पिष्यते इति अत्र भवति वा? इडागमः भवति परन्तु तासि च क्लिपः इत्यनेन न. तासि प्रत्ययपरे से इति पदस्य सन् इत्यस्य कृते खलु. तासि इति तास् प्रत्ययपरे से इति इत्यनेनस्य अपि सन् इत्यस्य ग्रहणं वा? तदेव तदेव प्रश्नः. आम् तदेव. श्वः कल्प्ता कल्प्स्यति कल्प्स्यत् चिक्लिप्स्यति परस्मैपदेषु इत्येव कल्पितासे कल्पिष्यते कल्पितिष्ठा अकल्पिष्यत. तत्र इडागमः भवति तत्र परस्मैपदि तत्र न भवति इडागमः न भवति. परस्मैपदि आर्धधातुकः भवेत् सकारादिः अथवा तास् इति वा? सन् आम् स्यासन् स्यासन् इति स्यासन् ग्रहणं साक्षात् उक्तं तास् इति स्पष्टमस्ति. स इत्यस्य एव परस्मैपदि आर्धधातुक तास् स प्रत्ययः आम् स इति सकारादि सप्तमी भवति से इति सद् परः परसप्तमी कल्प्ता कल्प्स्यति कल्प्स्यति इत्येव उदाहरणम् अत्र प्रदर्शितम् एकनिमिषं. कल्प्स्यति तत्र इडागमः तु जातः कल्प्स्यति. लुटि च क्लिपः इत्यनेन लकारः इडागमः तु नास्ति कल्प्स्यति इत्येव रूपम् अनेन एव खलु तत्र अनेन एव बाधितम् बाधितम् इडागमः न भवति सत्यम्. ओ अस्तु तदेव उक्तं तासि परन्तु इडागमस्य विषये यदा वयं यदा पठितवन्तः तत्र परस्मैपदि तत्र तादृशं किमपि आसीत् वा इत्येव चिन्तितम् आसीत् खलु. न न आर्धात्कप्रत्ययपरे भवति इदानीम् अर्धात् अतः परस्मैपदी आर्धात्कप्रत्ययपरे न भवति क्लुप्विषये क्लुपधातोः विषये इति विशिष्टरूपेण उक्तम्. अत एव रूपद्वयं नेपदी इडाग भवति तत्र स्या इत्यस्य परस्मदि इडागः न भवति कल्प्स्यति कल्पिष्यते इति वा? हा कल्प्स्यते कल्पिष्यते इति रूपद्वयम् अस्ति आत्मनेपदि. आत्मनेपदि तत्र कथं वा इडागमः तत्र विकल्पेन तत्र नास्ति खलु? तदेव कृपोरोलः आर्धधातुकस्य इडबलादेः इत्यनेन इट् पुगन्तलघुपदस्य कृपोरोलः आदेशप्रत्ययोः कल्पिष्यते इति एकवारम् उक्तम्. कल्प्स्यते इति नास्ति. कल्प्स्यते इत्यत्र तत्र किमपि न उक्तं किमर्थं निषेधः इति न उक्तं. न न अत्र परस्मैपदि एव निषेधः आत्मपदि न भवति रूप प्रायः दोषरूपदोषाय प्रायः दोषाय अस्तु अस्तु अवगतम्। सकारादिप्रत्यये परे इडागमः न भवति, कृप् धातोः परस्मैपदी सकारादि आर्धधातुकप्रत्यये, सकारादि आर्धधातुकप्रत्यये परे इडागमः न भवति, परस्मैपदिकपदीसंज्ञकस्तास् प्रत्यये परे अपि इडागमः न भवति, केवलं कृप् धातोः विषये। समीचीनं वा? कदा भवति परस्मैपदी इत्युक्ते लुटि च कृपः इति सूत्रेण परस्मैपदी भवति। अनेन आत्मनेपदी धातुः, यद्यपि कृप् इति धातुः उपदेशावस्थायाम् आत्मनेपदी अस्ति, तदापि लुटि च क्लुपः इत्यनेन तस्य परस्मैपदित्वं विकल्पेन भवति। सत्यं, तदा न भवति इडागमः न भवति अनिट्। स्य सन् तास् इति त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपदी। स्पष्टमस्ति वा इदानीम्? अस्तु, अग्रे अपि पठामि वा? आम् पठतु भगिनि, तद् पठित्वा समापयामः। अत्र प्रश्नः उदेति, अस्मिन् दासी च कृपः इति सूत्रे, दासी च कृपः इति सूत्रे दासी इति पदस्य का आवश्यकता? दासी अपि च अनुवृत्तिसहितसूत्रे से इत्यस्य का आवश्यकता? लुटि च कृपः इत्यनेन स्य स्यन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपति अपि भवति इति उक्तम्। अन्यत्र कृप् धातुः आत्मनेपति, आम्। अतः पुनः तासी च वदनस्य का आवश्यकता? उत्तरम् एवं यत् तासी च कृपः इति सूत्रं सप्तम अध्याये तस्य च अर्थपूर्तिः न भवितुम् अर्हति। सप्तमी अध्याये अस्ति, दिस् वन् इस् प्रथम अध्याय खलु, लुटि च कृपः प्रथम अध्याय, ओके, लुटि च कृपः इति प्रथम अध्याये अध्यस्तसूत्रेण अष्टाध्याय्याम् अर्थपूर्तिः भवति अनुवृत्त्या च अधिकारसूत्रेण च। अत्र तादृशः अवसरः नास्ति, अतः साक्षात् वदनस्य आवश्यकता अस्ति। ओके, just to form the anuvritti sutra itself is very tough. Satyam. Ye tattu prathama adhyaye, tattu saptama adhyaye. Adhyaye asti. Thasi chakrupaha 7260. Oh, 7260 din. Idagamaha yatra vet na it. Okay. सर्वम् अस्ति खलु तथैव? आम् आम्, बट् 7 to 60 गमयेरि परस्मैपदेषु, परस्मैपदेषु अण्ण अत्र तदपि तत्र दृष्टं, तासी च कृपः इत्यस्य कृते परस्मैपदेषु न तासी च इडागमः नास्ति इति। ओके, अर्थपूर्णार्थमेव पुनः उक्तम्। 7-2 इत्यत्र प्रथमाध्यायतः तत्र मण्डूकप्लवणं न आगच्छति प्रायः, अतः तत्र पुनः उक्तं सप्तमाध्याये तस्य अर्थपूर्तिः न भवितुम् अर्हति इति उक्त्वा तासि अनन्तरं से इति अनुवृत्तिः अपि आगच्छति। से इत्यस्य का आवश्यकता इत्यत्र किम् उक्तं? तत्र न उक्तं खलु उत्तरं? से इत्यस्य का आवश्यकता? से तासि अपि च से च, तासि च कृपः, से इत्यस्य कृते देन् तत्र किमपि नास्ति। तत्र तत् परस्मैपदी अपि भवति खलु, अतः एव उक्तं तत्र न सन् तात् इत्येतेषु त्रिषु परस्मैपदी, बट् वाट् इस् दट् से, किमर्थं दत्तम् इत्युक्तम् अन्यत्र स्य सन् तास् इति प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपदी भवति, ल्युटि च क्लुपः इति सूत्रेण एव इति उक्तम्. अन्यत्र कृप् धातुः आत्मनेपदी. अत्र से इति किमर्थम् इत्युक्ते तत्र अर्थपूर्त्यर्थम् इत्येव वा, किमपि अन्यत् नास्ति तत्रापि. अर्थपूर्त्यर्थं तत्र तस्य अपि भवति खलु, से इति अपि ग्रहणम् अनेन. अस्तु अस्तु अस्तु अस्तु अस्तु. लुटी च क्लुपः इत्यनेन एव से अपि से इत्यस्यापि ग्रहणं भवति, परन्तु अर्थपूर्णार्थम् अत्रापि पुनः उक्तम्. अस्तु अवगतम् इति इडागमचिन्तनम् आरब्धम्. इतोपि अस्ति किञ्चित्, इतोपि एकमेव सूत्रं, तद् प्रायः अग्रिमसप्ताहे पश्यामः. अनन्तरम् अतिदेशः इति अस्ति, काङ्कुटादिव्यौ यत् अत्र यदा वयं रूपं साधयामः तदा एव स्पष्टता भवति, अथवा केवलं सूत्रमेव. अद्य समापयामः वा? धन्यवादः महोदय. शुभरात्रिः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.